ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तुते। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। अस्मिन् पाणिनिवर्गे सर्वेषां स्वागतम्। अद्य वयमेकं नूतनकरपत्रस्य प्रारम्भं कुर्मः। तिङ्सिद्धेः च लकाराणां च समग्रदृष्टिः। तत्र लकारविषये लकाराः वयं जानीमः, एतावता वयं पठितं। प्रकृति अनन्तरं येषां शब्दसमूहानां विधानं भवति तेषां प्रत्ययः परश्च इत्यनेन सूत्रद्वयोः, तत्र प्रत्ययः इत्यनेन तस्य प्रत्ययसंज्ञा भवति, प्रत्यय इति नामकरणं भवति, अपि च सः प्रकृतिपरे सर्वदा अस्माभिः तत्र योजनीयं। सो सर्वे दशलकाराः अपि शब्दसमूहा, ते अपि धातोः विधीयन्ते, अतः धातोः अनन्तरं तेषां विधानम् अस्ति, अपि च प्रत्ययः इति सूत्रेण तेषामपि प्रत्ययसंज्ञा अस्ति। सो व्याकरणशास्त्रे ये दशलकाराः सन्ति तेषां प्रत्ययसंज्ञा अस्ति। सो इदानीं वयं जानीमः प्रत्ययनिमित्ति कृत्य तत्र बहूनि कार्याणि सम्भवन्ति, परन्तु अत्र ये दशलकाराः सन्ति ते प्रक्रियायां तेषां स्थाने तत्र तिङ् प्रत्ययानां विधिः अस्ति। सो लस्य इत्यनेन तत्र तिबादयस्य विधानम् अस्ति, अतः प्रक्रियायां कुत्रापि लकारः न श्रूयते। लकारस्य स्थाने तत्र तीतः अन्ति यदि परस्वपदि धातु अस्ति, नो चेत् त आतां झ इति ये नौ आत्मनेपदीप्रत्ययः, यदि धातुः आत्मनेपदीप्रत्ययः स्वीकरोति, अतः लकारस्य स्थाने तत्र तिबादयस्य विधानम् अस्ति। सो यदा वयं लकाराणां चिन्तनं कुर्मः, लकाराणां समग्रदृष्टिविषये चिन्तनं कुर्मः, तत्र तिबादयस्य तिङ्प्रत्ययस्य एव तत्र सिद्धिः भवति। किमर्थं चेत् प्रथमसोपाने एव तत्र लस्य इत्यनेन लकारस्य स्थाने विवक्षानुगुणं तत्र अस्माकं विवक्षा अनुसारेण तत्र तिबादयस्य विधिः विधानं भवति। अतः अत्र तिङ्सिद्धेः च लकाराणां च समग्रदृष्टिः इति करपत्रस्य तत्र शीर्षकम् अस्ति। वयं जानीमः तत्र मात्रा किं कृतं, ये दशलकाराः सन्ति तदपि अस्माभिः पठितम् अस्मिन् धातुविज्ञानम् इति, धातुविज्ञानं न, अष्टाध्यायी परिचयः यः अस्ति तस्मिन् शीर्षके वयं पठितं मात्रा तत्र लकाराणां कृते विभागद्वयं तया कृतम्। एकमस्ति सार्वधातुकलकारः, द्वितीयविभागः अस्ति अर्धधातुकलकारः। सार्वधातुकलकारेषु तत्र लट् लोट् लङ् अपि च विधिलिङ्ग्लकाराः, तत्र एका प्रक्रिया भवति। अर्धधातुकलकारेषु तत्र भिन्ना प्रक्रिया भवति। अतः किमर्थं चेत् ये अष्टाध्यायीग्रन्थे सूत्राणां तत्र यः क्रमः अस्ति तादृश एव अस्ति। सो महर्षि तदेव तत्र तदेव इष्टं महर्षिणा, अतः मात्रा तदेव वदति। अत्र अस्माभिः लट् लोट् लङ् अपि च विधिलिङ्ग्लकाराणां कृते समग्रदृष्टिः तत्र अस्माभिः करणीयं। किमर्थं चेत् तत्र गणचिन्तनम् आवश्यकम् अस्ति। अर्धधातुकलकारेषु गणचिन्तनम् अनावश्यकम् अस्ति, अतः तत्र भिन्नप्रक्रिया भवति। अत्र सार्वधातुकलकारेषु भिन्नप्रक्रिया भवति, अतः तदपि अस्माभिः तत्र मनसि तिष्ठेत् तत्र सार्वधातुकलकाराः तत्र भिन्नप्रक्रिया अस्ति, अर्धधातुकलकारेषु भिन्नप्रक्रिया अस्ति, भिन्ना प्रक्रिया अस्ति, अतः तत् समग्रदृष्टिविषये तदपि अस्माभिः तत्र किञ्चित् तत्र उल्लेखः आदौ एव दत्तम् अस्मिन् करपत्रे। एकवारं पठित्वा तत्र चिन्तनं कुर्मः किम् अस्ति अत्र अस्मिन् करपत्रे। अस्तु, करपत्रस्य प्रारम्भं कुर्मः। आदौ का पठति? अहं पठामि वा महोदय? पठतु भगिनि, आरम्भं करोतु. तिङ् सिद्धेः च लकाराणां च समग्रदृष्टिः. लट्लकारे वादिगणे पाधातुः पिबति, जुहोत्यादिगणे दाधातुः ददाति, स्वादिगणे आप् धातुः आप्नोति. दशधातुगणाः सन्ति. गणम् अनुसृत्य विकरणप्रत्ययस्य भेदेन लट्लकारे रूपभेदः दृश्यते. पिबति, ददाति, आप्नोति इति प्रमाणम्. परन्तु लट्लकारे पाधातुः पास्यति, दाधातुः दास्यति, आप् धातुः आप्स्यति. अत्र रूपस्य साम्यं दृश्यते. यतः मध्ये गणीयः विकरणप्रत्ययः नास्ति, लट्लकारः सार्वधातुकलकारः, लृट्लकारः आर्धधातुकलकारः. अयं भेदः कथं निष्पन्नः अस्मिन् पाठे परिशीलयाम. अत्र लट्लकार रूपं गणभेदः अस्ति. पाधातुः पिबति भवति, जो दाधातुः ददाति भवति, आप् धातुः आप्नोति भवति. परन्तु आर्धधातु एते सर्वे सार्वधातुकलकाराः. एते सर्वे इत्युक्ते एकमेव लकारस्य विषयः. आम्, ये धातोः लट्लकारे अस्ति, लट्लकारः सार्वधातुकलकारः अस्ति, अतः गणचिन्तनं करणीयम्. अपि च भेदः भवति. इत्युक्ते गणचिन्तनम् इत्युक्ते गणचिन्तनम् इत्युक्ते धातु अनन्तरं विकरणप्रत्यय आयाति. गणचिन्तनम् इत्युक्ते धातु कस्मिन् गणे अस्ति, तत्र धातूनां कृते दशगणाः सन्ति. पाणिनिना स्वयं विभक्ताः धातुः, ये द्विसहस्रधातवः सन्ति, पाणिनिना स्वयं धातुपाठे एते धातवः दशसु गणेषु एते विभक्ताः. अतः गणचिन्तनम् इत्युक्ते धातु कस्य गणस्य धातु अस्ति. तस्य चिन्तनं करणीयम्. परन्तु आर्धधातुकलकारे उदाहरणं लृट् लकारः अत्र अस्ति. पा धातु पास्यति भवति, दा धातु दास्यति भवति, आप् धातु आप्स्यति भवति. अत्र विकरणप्रत्ययः नास्ति. अपि च धातु कस्य लृट्लकारे विकरणप्रत्ययः नास्ति, नास्ति ईदृशविकरणप्रत्ययः नास्ति, गणविकरणप्रत्ययः नास्ति. सत्यं, परन्तु अत्र कीदृशविकरणः अस्ति? लकारविकरणप्रत्ययः, लकारनिमित्त लकारस्य आधारेण विकरणप्रत्ययः आयाति. अतः तत्र तदस्ति, एकमेव अस्ति स्य इति प्रत्ययः. अतः धातु यस्य कस्य अपि गणस्य भवतु, तत्र तु अस्माभिः स्य एव योजनीयं, न तु गणस्य विकरणप्रत्ययः योजनीयम्. अतः रूपसाम्यं दृश्यते तत्र, किञ्चित् रूपसाम्यं दृश्यते. इत्युक्ते दाधातुः यदा तत्र सार्वधातुप्रक्रिया भवति, दाधातु कस्य गणस्य धातु भगिनि? जुहोत्यादि. जुहोत्यादिगणे किं विशेष कः विशेषः तत्र? तत्र श्लू लो शप् लोपः भवति, श्लू धृत्वं भवति. सो ज्योत्यादिगणे ये धातवः सन्ति तत्र यदा शप् आयाति तदा एव श्लू भवति. तत्र शप् प्रत्ययस्य श्लू इत्यनेन लोपः भवति. श्लू इति संज्ञा आधारेण तत्र लोपः भवति. परन्तु यदा अर्धधातुकलकारेषु तु शप् एव न आयाति, तत्र कर्तरि शप् इत्यस्य प्रसक्तिः एव न भवति, अतः तत्र तत्र द्वित्वमपि न भवति. सो ज्योत्यादिगणे यः धातूनां यः द्वित्वं सः केवलं सार्वधातुकलकारेषु ते के लट् लोट् लङ् वितिलिङ्ग् इत्युक्ते ज्योत्यादिगणे यः शप् यदा तत्र शप् आयाति तदा तस्य श्लू इत्यनेन लोपः भवति, तदा एव श्लौ इति सूत्रेण तत्र द्वित्वं भवति. लृट् लकारे तु कर्तरि शप् इत्यस्य प्रसक्तिः एव नास्ति, सो शप् न आयाति, अतः तत्र द्वित्वं न भवति. अतः तत्र किम् अस्ति रूपं दास्यति, तत्र द्वित्वं न श्रूयते. तथैव अन्येषु पञ्चषु लकारेषु ये अर्धधातुकलकाराः, सो तत्र ज्योत्यादिगणे भिन्ना प्रक्रिया अस्ति. अर्धधातुकलकारेषु भिन्ना प्रक्रिया अस्ति, अतः तत्र लकाराणां मात्रा किं कृतं, तत्र लकाराणां विभागद्वयं कृतं, सार्वधातुकलकाराः अर्धधातुकलकाराः इति तत्र सर्वदा स्मर्तव्यम्. अतः गणचिन्तनम् इत्युक्ते यदा धातु कस्य गणस्य अस्ति तस्य गणस्य विकरणप्रत्ययः तिप् कारणेन मध्ये आयाति. तिप् इति तत्र कर्तर्थक् सार्वधातुप्रत्ययः अस्ति, सर्वे तिङ् प्रत्ययः, अतः तिबादयस्य कारणेन शप् श श्ना श्नु इति तत्र मध्ये आयाति. तदेव अस्ति गणचिन्तनम् इत्युक्ते धातु कस्य गणस्य अस्ति तस्य गणस्य विकरणप्रत्ययः तत्र प्रक्रियायां मध्ये आयाति, धातोः अनन्तरम् आयाति. अतः तत्र किञ्चित् इत्युक्ते तत्र विकरणप्रत्ययस्य भिन्नभिन्नविकरणाः सन्ति, अतः तत्र रूपसाम्यं तत्र रूपभेदः दृश्यते, न तु किञ्चित् साम्यं दृश्यते. आप् इति धातुः स्वादिगणस्य, तत्र नु इति प्रत्ययः अस्ति, एकवचने तत्र सर्वत्र नो नो भवति, इत्युक्ते तिप् सिप् म्यप् इति कारणेन तत्र नु इति नो भवति. सार्वधातुक अर्धधातुकयोः आप्नोति, आप्नोषि, आप्नोमि इति तत्र भवति. सो भिन्नविकरणप्रत्ययः अस्ति. तथैव ज्योत्यादिगणे यद्यपि विकरणप्रत्ययः न तिष्ठति, तस्य लोप श्लू इत्यनेन लोपः भवति, परन्तु तस्तेन कारणेन धातुद्वित्वं भवति. तदपि विशेषः अस्ति सार्वधातुप्रक्रियया. अपि च भुवादिगणे ये धातवः सन्ति तत्र पा इति यः अस्ति तत्र क्षितिपरे तस्य पिबादेशः भवति. सो पा इति यः धातुः लट् लोट् लङ् अपि च विधिलिङ्ग्लकारेषु तत्र शप् मध्ये आयाति, शप् शित् अस्ति, तेन कारणेन पा धातुः पिबादेशः भवति. परन्तु यदा वयं तत्र लृट् लकार पश्यामः तत्र पापिब् न भवति, तत्र पा एव तिष्ठति, पास्यति इति रूपमस्ति. सो इति अस्माभिः सर्वदा स्मर्तव्यं, विकरणप्रत्ययः स्वयं प्रत्ययः, तेन कारणेन अपि धातौ किञ्चित् परिवर्तनं भवति. अपि च यः कर्तरि शप् अपि च ये अन्य घनविकरणप्रत्ययानां कृते ये सूत्राणि सन्ति, विधिसूत्राणि सन्ति, तस्य कृते तेषां विकरणप्रत्ययानां कृते तिवादयः निमित्तं भवति. कर्तर्थक् तिवादय सर्वे तिङ्प्रत्ययाः मूले तेषां सार्वधातुक् इति संज्ञा अस्ति, तिङ्क्षित् सार्वधातुकम् इत्यनेन सर्वे ये अष्टादश तिङ्प्रत्ययाः तेषां सार्वधातुक् संज्ञा अस्ति. अपि च तिङ्प्रत्ययाः कर्तरिप्रयोगे भवन्ति, कर्मणि अपि भवन्ति, परन्तु अत्र तु अस्माकं विवक्षा कर्तरिप्रयोगस्य अस्ति. अतः तेषां कारणेन तिङ्प्रत्ययानां कारणेन तत्र कर्तरि शप् अपि च अन्यविकरणप्रत्ययानां तत्र विधिः इत्युक्ते तत्र प्रसक्तिः भवति. इति तत्र सार्वधातुकलकारः अपि च आर्धधातुकलकारः. सो अस्मिन् पाठे तदेव मुख्यम् अस्ति, कथं तत्र ये दशलकाराः सन्ति तेषां विभजनम् अस्माभिः कथं तत्र करणीयं, मात्रा किं वदति तत् तदपि पश्यामः. सरलमस्ति एव, अवगतं वा भगिनि? सरलमेव अस्ति. आम् आम्, धन्यवादः. अग्रे का पठति? मञ्जरी भगिनी अग्रे पठति वा? अहम् अनन्तरं पठामि भगिनि, चिन्ता मास्तु. अग्रे का पठति? गिरिजा भगिनी पठति वा? पूर्णिमा भगिनी, आम् सम्यक् अस्ति वा ध्वनि? पठति. धातुभ्यः विहिताः प्रत्ययाः द्विधा, तिङ् च कृच् च. एते सर्वे प्रत्ययाः पुनः विभजिताः सार्वधातुकः अर्धधातुकाश्च. अस्य महत्त्वम् एवं यत् प्रत्ययः सार्वधातुकश्चेत् तर्हि कर्तृभ्यः शबादयः विकिरणाः आयाति कर्तरि शप् इत्यनेन. शबादयः अन्यानि चेत् धातुगणभेदाः भवन्ति. प्रत्ययः सार्वधातुकः नास्ति नास्ति चेत् आर्धधातुकः चेत् ईडागमविचारः करणीयः. अयं विभजनं तिङ्क्षु अपि भवति कृत्सु अपि भवति. प्रथमतया तिङ्प्रसङ्गे अवलोकयामः, तदा कृत्प्रसङ्गे. अग्रे पठामि वा? किञ्चित् वदतु किमस्ति, किं लिखितं? रात्र द्विधा प्रत्यया भवति, तिङ् प्रत्यया च प्रत्ययाः. पुनः सार्वधातुक अर्धधातुकः इति द्विधा अस्ति. सार्वधातुक प्रत्ययः सार्वधातुकः अस्ति चेत् शब् भवति विकरणप्रत्यय. न केवलं शप् शप् शना इति सर्वे शबादय. अस्तु अस्तु. अन्यानि कर्तरि शप् इत्यनेन शबादयः आयान्ति चेत् धातुगणे शबादयः शप् प्रत्यय आगति चेत् तदनुकूल धातुगणविभजनं भवति. सार्वधातुकं नास्ति चेत् आर्धधातुक भवति. आर्धधातुक अस्ति चेत् क्रीडागम करणीया इति विचारं करणीयं. एतद् तिङ्क्षु अपि भवति, कृदन्ते अपि भवति. प्रथमतया तिङ्प्रसङ्गं पठामः, अनन्तरं कृप्रसङ्गं कृदन्तप्रसङ्गं पठामः इति. इत्युक्ते अयं विभजनम् इत्युक्ते विभजनम् इत्युक्ते प्रत्ययानां विभजनं. सो प्रत्ययानां विभजनं न केवलं तिङ् अपि च कृत् आधारीकृत्य अस्ति, परन्तु धातोः अनन्तरं ये प्रत्ययाः विहिताः भवन्ति तेषां कृते द्वितीयप्रकारकः विभजनम् अस्ति सार्वधातुक अर्धधातुक. सो यदि प्रत्ययः सार्वधातुक् नास्ति तत्र कोऽपि अन्यत् आल्टर्नेटिव् नास्ति, सः प्रत्ययः अर्धधातुक् एव भवति. सो प्रत्ययः आर्धधातुक् अस्ति चेत् सः इत्युक्ते सार्वधातुक् नास्ति चेत् आर्धधातुक् एव अस्ति. सो एतादृशः विभजनं सार्वधातुक् इति संज्ञा आर्धधातुक् इति संज्ञा न केवलं तिङ् प्रत्ययानां कृते अपि च कृत् प्रत्ययानां कृते अपि तादृश विभजनम् अस्ति, इत्युक्ते तादृशसंज्ञा अस्ति. किमर्थं चेत् तिंशत् यः सार्वधातुक् इति सार्वधातुक् इति नामकरणं तिंशत् सार्वधातुकम् आर्धधातुकं शेषः एतयोः सूत्रयोः द्वये तत्र किम् तत्र धातु इति पदस्य अनुवृत्तिः अस्ति. सो अस्मिन् एतत् तिंशत् सार्वधातुम् इति संज्ञासूत्रं तृतीयाध्याये दत्तं. तृतीयाध्याये तत्र धातोः इति अधिकारः वर्तते, अतः धातोः अनन्तरं ये प्रत्ययाः तेषां कृते एव सार्वधातुक् नो चेत् अर्धधातुक् इति संज्ञा अस्ति. सो प्रत्ययः तिङ् अस्ति चेत् वयं जानीमः औत्सर्गिकरूपेण सर्वे तिङ् प्रत्ययाः सार्वधातुकसंज्ञकाः. किमर्थं चेत् सूत्रमस्ति तिंशित् सार्वधातुकम्. परन्तु वयं जानीमः तिंशित् सार्वधातुकम् इति संज्ञासूत्रस्य कृते तत्र अपवादसूत्रद्वयम्, एकम् अस्ति लिट् च, अनन्तरम् अस्ति लिङ्गाशेषि. सो लिट् च सूत्रेण तत्र पूर्वसूत्रात् अर्धधातुकं शेषः इति सूत्रेण अर्धधातुक् इति अनुवृत्तिः भवति. सो लिट् च अर्धधातुक्. सो लिट् लकारः तु प्रक्रियायां न तिष्ठति. सो लिट् लकारस्य स्थाने ये तिवादयः आयान्ति ते तिवादयः अनेन संज्ञासूत्रेण तेषां अर्धधातुक् इति संज्ञा भवति. तथैव आशीर्लिङ्ग्लकारे यदा तत्र लस्य इत्यनेन लिङ्ग्लकारस्य स्थाने तिवादयस्य विधिः भवति, विधानं भवति, तत्र तिवादयः अर्धधातुकसंज्ञकः. सो गण इत्युक्ते लकारद्वये सर्वे तिङ् प्रत्ययः अर्धधातुकसंज्ञकः. स्वयं महर्षिणा तादृशसंज्ञा दत्तम्. परन्तु ये अष्ट अन्ये ये अष्टलकाराः सन्ति तत्र तिवादयः सार्वधातुकसंज्ञकाः. सो कृत् प्रत्ययः भवतु वा तिङ् भवतु, तेषां कृते तु सार्वधातुक् अपि च अर्धधातुक् इति विभजनम् अस्ति. यदि कृत् प्रत्ययेषु अपि यदि प्रत्ययः शित् अस्ति तस्य सार्वधातुक् इति संज्ञा भवति, अशित् अस्ति चेत् तस्य अर्धधातुक् इति संज्ञा. सो एतादृशः यः प्रत्ययानां विभजनम् अस्ति, सार्वधातुकप्रत्ययः अर्धधातुकप्रत्ययः, तस्य कृते कारणम् अस्ति. सो कर्तरि शप् इति अनेन यः गणचिन्तनम् अस्ति केवलं सार्वधातुकनिमित्तीकृत्य, सार्वधातुकप्रत्ययनिमित्तीकृत्य एव भवति. सो यदि धातोः अनन्तरं सार्वधातुकप्रत्ययः कर्तर्थक् सार्वधातुकप्रत्ययः अस्ति तदा एव शप् मध्ये आगन्तुं शक्यते. सो यदा यत्र धातु प्लस् अर्धधातुकप्रत्ययः अस्ति तत्र कर्तरि शप् इति मध्ये न आगन्तुं, शप् प्रत्ययस्य विधिः नास्ति, तस्य प्रसक्तिः नास्ति. तत्र तु आर्धधातुक् सेड् वलादेः इति सूत्रेण आर्धधातुकप्रत्ययस्य इडागमः भवति. सो आर्धधातुकप्रक्रियायाम् इडागमस्य विचारः, सार्वधातुकप्रक्रियायां शवादयस्य विचारः, इत्युक्ते गणचिन्तनं भवति इति अत्र लिखितम्. प्रथमे तत्र तिङ्विषये पश्यामः, अनन्तरं कृत्विषये अपि अस्ति इति अत्र लिखितम्. एतत् अपि पठतु भगिनि, तत् लैन् अपि पठतु. किम् अग्रे अपि पठामि वा? आम् अग्रे पठतु. एतत् किं प्रत्ययैः लकाराः निष्पन्नाः, किं प्रत्ययैः लकाराः निष्पन्नाः, अतः किं प्रसङ्गः इत्यस्य कुत्र गतः वदने एकनिमिषम् तत् कुत्र अपि गतः प्रश्नेन वदनेन लकाराणां विषयः आयात्मेव दशलकाराः मूलतः कथं निष्पद्यते इत्यस्य परिशीलनेन बहु किमपि प्रकाशते. लकारः इति लकाराणां विषयः दशलकाराः तत्र ध्वनिः सम्यक् नास्ति भगिनि. अस्तु, मम ध्वनिः सम्यक् अस्ति वा? सम्यक् अस्ति. अस्तु. सो तिङ् प्रत्ययैः इत्यतृतीया बहुवचनरूपम् अस्ति. सो तिङ् प्रत्ययानां द्वारा तत्र किं भवति, लकाराः निष्पन्नाः. किमर्थं चेत् यथा मया उक्तं लस्य इत्यनेन तिवादयस्य विधिः भवति. सो लकाराणां विषये किं, तत्र प्रथमसोपाने एव लकारः अपगच्छति, तस्य स्थाने तिङ् प्रत्ययः आयाति. अतः यदा वयं लकाराणां तत्र लकाराणां विषयः आयाति तत्र तिङ् इत्येव अस्ति. सो तिङ् प्रसङ्गः एव अस्ति लकारविषये. अतः लकाराणां विषयः इत्यस्य वदनेन तिङ् प्रसङ्गः, यदा वयं तिङ् प्रसङ्गः वदामः तत्र लकाराणां विषयः एव अस्ति इति अत्र लिखितम्. सो दशलकाराणां विषये तत्र अग्रे किमपि दत्तमस्ति, एकवारं तत् पठामः. सो दशलकाराः दशलकाराणां कृते तत्र विधिसूत्रं किम् अस्ति इति अग्रे पश्यामः. अनन्तरं तत्र लस्सि इत्यस्य सूत्रस्य प्रसक्तिः भवति. लस्सि इति षष्ठ्यन्तम् अस्ति. यत्र यत्र विधिसूत्रे षष्ठ्यन्तं पदम् अस्ति वयं जानीमः तत्र आदेशरूपी कार्यं भवति. तस्य स्थाने षष्ठीपदस्य स्थाने किमपि नूतन आदेशः भवति. सो आदेशरूपी कार्यम् अस्ति चेत् तथैव अत्रापि भवति. लस्य इत्यनेन षष्ठ्यन्तम् अस्ति. सो लकारस्य स्थाने, यद्यपि तत्र स्थाने न लिखितं, वयं जानीमः षष्ठीस्थाने योग इति परिभाषासूत्रेण षष्ठी अत्र षष्ठ्यन्तं पदं विधिसूत्रे अस्ति, सः स्थानी भवति, तस्य स्थाने आदेशः भवति. सो लस्य लकारस्य स्थाने साक्षात् अनन्तरं तत्र अस्ति अनन्तरं सूत्रं तिप्तजि सिप्तस्थ. सो लस्य स्थाने तत्र तिवादयस्य विधिः अस्ति. अतः तिङ्प्रसङ्गः वदामः वा लकाराः, तत्र लकाराः एव निष्पन्नाः भवन्ति इति अत्र लिखितम्. इदानीं तत्र दशलकाराणां विषये एकवारं पठामः. अग्रे का पठति? उषा भगिनी पठति वा? अनुसूया भगिनी नास्ति अत्र. दशलकाराः मूलतः पूर्णा कथा. दशलकाराः सन्ति. आरम्भे विवक्षाम् अनुसृत्य दशलकाराः गोचराः. तदा अष्टाध्याय्या पद्धत्या लघुत्वार्थं सर्वे लकाराः लकारः ल इत्येव भवन्ति. अत्र अभेद एव दृश्यते. पश्चात् लस्थाने अष्टादश पिङ् प्रत्ययाः. अत्रापि सर्वेषां लकाराणां स्थाने एते समानाः अष्टादश पिङ् प्रत्ययाः. अतः तदानीम् अपि अभेदः एव. अन्ते तिङ्गान् सिद्धत्वेन पुनः दशानां भेदाः आयान्ति. अभेदत्वात् भेदत्वस्य आगमनेन लकाराः सार्वधातुकाः अर्धधातुकाः च इत्ययं विभागद्वयम् अत्रैव सृष्टम्. विवक्षाम् अनुसृत्य दशलकाराः भेदः इत्युक्ते सर्वे लकाराः वर्तमानकालस्य अस्ति चेत् लट्, फ्यूचर् टेन्स् विवक्षा अस्ति चेत् लृट्, भूतकालस्य अस्ति चेत् लङ्, नो चेत् तत्र भूतकालविषये लकारत्रयं लिट् लङ् अपि च लुङ्. सो मम विवक्षा अनुसारेण एव तत्र लकाराः अनन्तरम् आयान्ति, लकारः धातोः अनन्तरं. सो यदा तत्र लकारः लट् अस्ति वा लोट् अस्ति वा लिट् अस्ति वा लङ् अस्ति वा मम विवक्षानुगुणम् आयान्ति, तदा प्रथमसोपाने किं करणीयं? धातु प्लस् लट्. सो किं करणीयं प्रथमसोपाने? यदा प्रत्ययः आयाति तदा किं करणीयं? प्रथमसोपानं किम् अस्ति? प्रथमसोपानम् अस्ति अनुबन्धानां निष्कासनं. श्रूयते वा ध्वनि? उषा भगिनी वास् रीडिङ्ग् न? अस्मि. सो यदा तत्र धातु प्लस् लट् भवति तत्र तत्र अनुबन्धानां निष्कासनं कुर्मः चेत् किम् अवशिष्यते इत्युक्ते लकारेषु किम् अवशिष्यति? तत्र टकारस्य इत्संज्ञा अस्ति, अकारः उच्चारणार्थम् अस्ति. सो किम् अवशिष्टभागः कः? यत् प्रत्ययः अवशिष्टम् इत्युक्ते सपोज् धातु अस्ति पठ्. सो पठ् इति निरनुबन्धरूपम् अस्ति. अनन्तरं मम विवक्षा इत्यनेन वर्तमानकालस्य विवक्षा अस्ति चेत् लट् इति लकारः. सो लट् लकारः आयाति वर्तमाने लट् इति सूत्रेण. मम विवक्षा तदेव अस्ति, अतः मम विवक्षा अनुसारेण लट् आयाति. इदानीं किं करणीयं? लट् लकारे के अनुबन्धाः टकारस्य? टकारः अपगच्छति केन सूत्रेण? अपगच्छति इत्संज्ञा यः प्रकरणमस्ति टकारः हलन्त्यम् इत्यनेन अपगच्छति. लकार उत्तरवर्तीयः अकारः, तस्य केन सूत्रेण इत्संज्ञा भवति भगिनि? उपदेशे अजनुनासिक इत् इति सूत्रेण अकारस्य इत्संज्ञा भवति, तदेव अपगच्छति. सो अत्र वर्णद्वयस्य इत् भवति, तेषां तस्य लोपः इति सूत्रेण तयोः लोपः भवति. अवशिष्टभागः अस्ति. किमस्ति अवशिष्टभागः? ल एव अवशिष्टभागः, लकारः. सो एतादृशप्रक्रिया दशसु लकारेषु तथैव भवति. इत्युक्ते लोट् अस्ति चेत्, लोट् लकारः अस्ति चेत्, सपोज् मम विवक्षा लोट् लकारस्य अस्ति, अत्र अपि टकारस्य इत्संज्ञा हलन्त्यं सूत्रेण भवति. ओकारः बेसिकलि उच्चारणार्थं. सो अनुनासिक अस्ति चेत् उपदेशे अजनुनासिक इति सूत्रेण अच् वर्णस्य इति भवति. सो लोट् लकारे अपि किम् अवशिष्टभागः? लकारः एव. तथैव लङ् लकारे, लङ् लकारे अपि तथैव अस्ति. नकारः इत्संज्ञकः, अतः हलन्त्यम् इति सूत्रेण नकारस्य इत् अस्ति. अकारः उच्चारणार्थम् अनुनासिक अस्ति, तदेव अपगच्छति. सो अत्रापि ल एव अवशिष्यति. इत्युक्ते दशसु लकारेषु लट् लोट् लङ् वि लिङ् अनन्तरं लुट् अनन्तरं लृट् लकारः, तत्र दशसु लकारेषु अनुबन्धनं निष्कासनम् अनन्तरं दशसु लकारेषु ल एव अवशिष्यति. अतः एतेषां नाम अस्ति लकाराः. किमर्थं चेत् प्रक्रियायां तु केवलं ल एव तिष्ठति. सर्वेषु दशसु लकारेषु ल एव अवशिष्टभागः. अतः अत्र किं लिखितं? सर्वे लकारः लकारः ल इत्येव भवन्ति. किमर्थं चेत् अन्येषां वर्णानां तत्र इत्संज्ञा भूत्वा लोपः भवति. अतः केवलं ल एव दशसु लकारेषु अवशिष्टभागः अस्ति इति अत्र लिखितं करपत्रे. सो इदानीं शेर् करोमि. सो इदानीम् अत्र किं लिखितं? तदा अष्टाध्याय्याः पद्धत्याः लघुत्वार्थं सर्वे लकाराः लकारः ल इत्येव भवन्ति. किमर्थं चेत् ये दश भिन्नभिन्न, अत्र प्रथमे तु तत्र भेदः दृश्यते, लोट् लट् लृट् इति तत्र भेदः प्रथमे दृश्यते. परन्तु यदा वयम् एकवारम् अनुबन्धानां निष्कासनं कुर्मः, तत्र सर्वेषु दशसु लकारेषु ल इत्येव अवशिष्टभागः. अतः अभेदः एव दृश्यते. अभेदः इत्युक्ते तत्र कोऽपि भेदः नास्ति. दशसु लकारेषु ल ल ल एव तिष्ठति, तत्र तिष्ठति. अतः प्रथमे तत्र भेदः दृश्यते, अनन्तरं सः अभेदः भवति. किमर्थं चेत् दशसु लकारेषु ल ल ल इत्येव श्रूयते. पश्चात् किं भवति? पश्चात् यत्र ल ल ल इति भवति दशसु लकारेषु, तत्र लस्य इति षष्ठ्यन्तं, लस्य इत्यनेन लकारस्य, एतस्य लकारस्य, सः लकारः लोट् लकारस्य अस्ति वा, लृट् लकारस्य लकारः वा, लट् लकारस्य लकारः वा, सूत्रम् एकमेव अस्ति. लाघवार्थमहर्षिणा किं कृतं? लस्य. सो सर्वेषां दश लकाराणां स्थाने लस्य इति षष्ठ्यन्तम् अस्ति, तस्य स्थाने तिङ्प्रत्ययाः, तिप्तज्जि प्रथमपुरुष एकवचनस्य विवक्षा अस्ति, पठधातुः परस्मैपदी अस्ति, अतः तिप् योजनीयं. द्विवचनस्य अस्ति चेत् तस् योजनीयं. सो मम विवक्षा अनुसारेण एव सर्वं भवति. प्रत्ययानां यः विधिः अस्ति मम विवक्षा अनुसारेण भवति. अहं किम् इच्छामः तदेव भवति. उत्तमपुरुषस्य एकवचनस्य मम विवक्षा अस्ति चेत् धातु प्लस् तत्र मिप् इति प्रत्ययः आयाति. सो विवक्षानुगुणं तत्र लस्य स्थाने तिवादयः आयान्ति. सो यदा तत्र तिवादयः आयान्ति एकवचने तत्र तिप्, सो सर्वेषां धातूनां कृते प्रथमे एकवचने तिप् एव अस्ति यदि धातुः परस्मैपदी अस्ति. यदि धातु आत्मनेपदी अस्ति वन्दिति धातुः तत्र ते इति आयाति. सो अत्रापि द्वितीयसोपाने अपि ये लकाराः सर्वेषां धातूनां कृते समानाः. सो तत् पठ् भवतु वा भू भवतु वा जी भवति जी भवतु वा लस्य स्थाने एकवचनस्य विवक्षायां तु अग्रे तिपेव आयाति. सो धातु किमपि भवेत्, सो एकवचनस्य विवक्षायां सर्वेषां धातूनां कृते तिपेव अस्ति प्रथमपुरुषे एकवचनस्य विवक्षायाम्. अतः तत्र अपि ये अष्टादश तिङ् प्रत्ययाः सर्वेषां धातूनां कृते समानाः, अतः तत्र अपि अभेदः अस्ति इति अत्र लिखितम्. अतः तदानीमपि अभेदः एव, सो तत्रापि अभेदः इत्युक्ते धातु किमपि भवतु एकवचनस्य विवक्षायां तत्र लस्य स्थाने तु तिप् एव आयाति यदि धातु परस्मैपदी अस्ति. सो अनन्तरं तत्र लट् लकारस्य तिप् अस्ति चेत् वयं जानीमः तत्र सकारस्य तत्र सकारः अपगच्छति, ति एव तिष्ठति. सो पठति लिखति ति ति ति एव रूपं. परन्तु अन्येषु लकारेषु तिङ् प्रत्ययस्य अपि तत्र भिन्नभिन्नसिद्धिः अस्ति. लोट् लकारे तु ति इत्यस्य यः सिद्धप्रत्ययः अस्ति सः तु अस्ति. लङ् लकारे ति एव टिल् द थर्ड् इत्युक्ते अत्र पश्यतु. सो यदि प्रथमे तत्र अस्ति पाठियोग तत्र लट् लट् इत्यनेन लकारः एव अस्ति, ल एव तिष्ठति, ल अस्ति. अनन्तरं ल अस्ति चेत् मम विवक्षा प्रथमपुरुष एकवचनस्य अस्ति, लस् इत्यनेन ल स्थाने ल अपगच्छति, ल इति लट् लकारस्य लकारः अपगच्छति, तस्य स्थाने तिप् इति प्रत्ययः आयाति. सो अत्र यः तिप् प्रत्ययः सः लट् लकारस्य लकारस्य स्थाने आयाति. सो लट् लकारे किमपि कार्यं नास्ति, पकारस्य इत्संज्ञा अस्ति, अत्र धातुः कोऽपि गुणवर्णः नास्ति, अतः अत्र पाठ्ययोग किं भवति, पाठ्ययोग कर्तरि शप् इत्यनेन शप् प्रत्ययस्य अकारः आयाति, अनन्तरं ति इति प्रत्ययः. सो अत्र पठति इति भवति, पठति इति रूपं. परन्तु इदानीं यदि लकारः यः अस्ति सः लकारः लोट् लकारस्य लकारः, सो पाठ्ययोग ति, इदानीं तत्र लोट् लकारस्य लकारस्य स्थाने एकवचनस्य विवक्षायां ति. लोट् लकारः अपि सार्वधातुक लकारः. सो लट् लोट् लङ् एण्ड् विधिलिङ्ग् लकारेषु शप् मध्ये आयाति एव. सो अत्र अपि कर्तरि शप् इत्यनेन पाठधातु भूवादिगणस्य अस्ति, अतः शप् प्रत्ययस्य अकारः मध्ये आयाति, ति इति भागः. सो इदानीं लोट् लकारस्य यः इकारः अस्ति तस्य स्थाने उ इति उत्वं भवति, उकार आदेशः भवति. सो अत्र तीन तिष्ठति. लोट् लकारस्य ति अस्ति, लोट् लकारे तिप् प्रत्ययस्य यत्र यत्र इकारः अस्ति तत्र किं भवति, उ इति भवति. सो अत्र तु इति आदेशः. सो तिप् प्रत्ययः इत्युक्ते टिल् दिस् सोपानं तत्र प्रक्रिया समानम् अस्ति, परन्तु इदानीं तत्र यदा तत्र तिङ् सिद्धिः भवति तत्र लकार आधारेण तिवादयः भिद्यन्ते. कुत्रचित् तु श्रूयते, कुत्रचित् त एव श्रूयते, इकारस्य इतश्च इत्यनेन लङ् लकारे इकारस्य इत् भवति, इकारस्य लोपः भवति, सो त एव अवशिष्यते. सो इत्युक्ते टिल् थर्ड् सोपानं तत्र प्रक्रिया समानम् अस्ति सार्वधातुकलकारेषु यदा शप् आयाति. अनन्तरं तत्र यदा तिङ् सिद्धिः भवति, कस्य तिप् अस्ति, लोट् इत्यस्य तिप् वा लङ् इत्यस्य तिप् वा लट् इत्यस्य तिप् विधिलिङ्ग्लकारस्य तिप् वा, सो तत्र तिङ् सिद्धिः भिद्यते, अतः तत्र अन्ततो गत्वा रूपं भिद्यते. सो तत्र लोट् लकारे एकवचने पठतु अस्ति, न तु पठति अस्ति. किमर्थं चेत् लोट्लकारे इकारस्य उ इति आदेशः भवति, तथैव लङ्लकारे इकारः इकारस्य लोपः भवति इतश्च सूत्रेण, तत्र त एव अवशिष्यते। अपि च लङ्लकारे एकम् अन्यत् कार्यमस्ति, तत्र अकारस्य आगमः भवति। सो लिङ् लुङ् लङ् लृङ् षु इति एतेषु त्रिषु लकारेषु तत्र अकारस्य आगमः भवति, अतः तत्र अपठत् इति रूपम् अस्ति। सो अपठत् इति यः भवति धातु सेम्, परन्तु शप् अपि मध्ये आयाति, शप् प्रत्यस्य अकारः अपि अस्ति, परन्तु ति इत्यस्य कृते भिन्न आदेशः अस्ति। सो अस्मिन् सोपाने यदा तत्र तिङ्सिद्धिः भवति तावत्पर्यन्तं प्रक्रिया समानम्, परन्तु इदानीं तत्र भेदः आयाति। ति प्रत्ययस्य कृते भिन्नभिन्न आदेशः भवति लकारस्य आधारेण। अतः अस्मिन् करपत्रे अस्मिन् करपत्रे किं लिखितम्? अत्र लिखितम् अन्ते तिङ्गां सिद्धत्वेन पुनः दशानां भेदः आयाति। कुत्रचित् ति श्रूयते, कुत्रचित् तु श्रूयते, कुत्रचित् तत्र त एव श्रूयते, अतः पुनः तत्र भेदः आयाति। इत्युक्ते इदानीं ति नास्ति, इदानीं ति स्थाने भिन्नभिन्न आदेशः भवन्ति, अतः तत्र पुनः भेदः भवति। सो प्रथमे तत्र भेदः अस्ति, अनन्तरम् अभेदः, अनन्तरं पुनः अभेदः, अनन्तरम् अनन्तरं पुनः भेदः आयाति। सो अभेदत्वात् भेदस्य आगमनेन लकाराः सार्वधातुक् आर्धधातुक् च इति अयं विभागद्वयम् अत्रैव सृष्टम्। सो यदा तत्र तिबादयस्य आदेशः भवति तत्र भेदः भवति, अतः तत्र एव सार्वधातुक् आर्धधातुक् इति विभागद्वयं भवति। सो सार्वधातुक् अस्ति चेत् तत्र तिबादयस्य विधिः इत्युक्ते शवादयस्य विधिः, आर्धधातुक् अस्ति चेत् तत्र ईडागमस्य विचारः करणीयं। तदेव अत्र पायिण्ट् वैस् लिखितं विवक्षाम् अनुसृत्य दशलकारः। सो दशलकारः तु भिन्नभिन्न अस्ति, लट् अस्ति, लोट् अस्ति, लृट् अस्ति, अतः तत्र भेदः अस्ति। किमर्थं चेत् भिन्नभिन्नवर्णाः तत्र सन्ति। सो कुत्रचित् लृङ् कुत्रचित् केवलं लङ् अस्ति, सो भेदः अस्ति। एकवारं तत्र अनुबन्धानां निष्कासनं कुर्मः चेत् सर्वत्र ल एव अवशिष्यते, अतः द्वितीयसोपाने अभेदः अस्ति। ल अवशिष्यते चेत् लस्य इत्यनेन तिबादयः, सो तिबादयः अपि समानः, सर्वेषां कृते तिबादयः मूले मूलप्रत्ययः तु समानः, अनन्तरं भिद्यन्ते। सो तत्रापि अभेदः अस्ति। यदा अष्टादश तिङ्प्रत्ययाः आयान्ति परस्मैपदी धातूनां कृते तु नवप्रत्ययः समानः, तिप्तज्जि सिप्तस्थ म्युप् अस्मस् एते नवप्रत्ययः परस्मैपदी धातूनां कृते, अतः तत्रापि अभेदः। अनन्तरं लकाराणाम् अनुसृत्य तत्र कुत्रचित् इ इति अपगच्छति, तत्र त एव अवशिष्यते, कुत्रचित् लोट् लकारे इकारस्य स्थाने उ इति आदेशः भवति, अतः पुनः लकाराणां सिद्धिः भवति चेत् इत्युक्ते लकाराधारेण तिवादयस्य भेदः भवति चेत् तत्र भेदः आयाति। सो अभेदत्वात् भेदः आयाति। अनन्तरं भेदः अस्ति चेत् अन्ततो गत्वा तत्र भेदः श्रूयते, कुत्र पठति, कुत्र आप्नोति, कुत्र दास्यति इति तत्र भेदः, अन्ततो गत्वा भेदः अस्ति। सो अभेदत्वात् भेदस्य इत्येव तत्र शैली अस्ति। प्रथमे तत्र अभेदः नास्ति अष्टाध्यायीग्रन्थे, अनन्तरं तत्र भेदः अन्ततो गत्वा दृश्यते। किमर्थं चेत् लकार आधारेण तिप् तिङ् प्रत्ययानां तत्र सिद्धिः भवति, अतः लट् लकारस्य तिबादयस्य भिन्नप्रत्ययः तीतः अन्ति सीतः थ इति अस्ति, मी वह मह, लोट् लकारे तु ताम् अन्तु। सो यद्यपि मूले तिङ्प्रत्ययः समानः, परन्तु लकाराधारेण प्रत्ययाः भिद्यन्ते। तद् अग्रे पठामः, तत् अस्ति अग्रिमं करपत्रं, परन्तु इदानीं तत्र स्थूलरूपेण किं लिखितं, लकाराधारेण तत्र सिद्ध तिङ्प्रत्ययः मूले ये समानाः तेषां तत्र किञ्चित् भेदः भवति, अतः भेदः आयाति इत्येव अत्र लिखितम् इति तत्र स्थूलरूपेण प्रक्रियायाः तत्र किञ्चित् दर्शनमस्ति। अवगतं वा भगिनि? आम् आम् इदानीं तत्र लकारप्रत्ययः कः पठति? गिरिजा भगिनी अस्ति वा? गिरिजा भगिनी पठितुम् इच्छति वा भगिनी? कृपया स्वयम् अग्रे आगच्छतु। पठतु बि बिन्दुतः। लट् लकारप्रत्ययाः लट् लृट् लङ् इत्यादयः लकाराणां नामानि इति सामान्यज्ञानम्, परन्तु केवलं नामानि इति नः, एते स्वयं प्रत्ययाः सन्ति। दशानां लकाराणां प्रत्ययाः विहिताः भवन्ति एभिः सूत्रैः। वर्तमाने लट् किमस्ति? वर्तमानकालः इत्युक्ते वर्तमानकालः इत्युक्ते इदानीं प्रेजेण्ट् इति इत्युक्ते या क्रिया आरब्धः इदानीं पर्यन्तं यदा तत्र वक्ता वदति तस्य क्रियाविषये, क्रियायाः विषये, तदा पर्यन्तं क्रिया प्रचलति, तस्य समापनं न अभवत् इति अस्ति वर्तमानकालः। सो या क्रिया आरब्धः सा क्रिया इदानीं पर्यन्तमपि प्रचलति, तस्य समापनं न अभवत्, तदस्ति वर्तमानकालः। सो तादृशविवक्षायां तादृशक्रियाविषये वक्तुम् इच्छामः चेत् तत्र लट् लकारस्य विधिः अस्ति। तद् इङ्ग्लिष् मध्ये वयं वदामः प्रसेण्ट् टेन्स्। प्रसेण्ट्लि सा क्रिया प्रचलति, तस्य समापनं न अभवत्, इदानीं पर्यन्तम् अपि चलति। सो तदस्ति वर्तमानकालः। सो लट् लकारस्य विधिसूत्रमस्ति, अनेन सूत्रेण एव धातोः अनन्तरं लट् लकारस्य विधिः अस्ति, विधीयते। सो वर्तमाने लट् इति विधिसूत्रम्। अनेन सूत्रेण कस्य विधिः अस्ति? कस्य प्रत्ययस्य विधिः अस्ति अनेन? लट् लकारस्य, लट् लकारस्य, लट् लकारस्य। सो लट् लकारस्य विधिसूत्रमस्ति वर्तमाने लट्, एकमेव सूत्रमस्ति। वर्तमानकालस्य विषये अस्माकं संस्कृतभाषायां तत्र एकमेव सूत्रम् अस्ति वर्तमाने लट्। सो अत्र किमपि प्रसेण्ट् टेन्स्, प्रसेण्ट् कण्टिन्यूस् टेन्स् इति अपि नास्ति, एकमेव अस्ति प्रसेण्ट् टेन्स्। सो यदा बालकः गच्छति वदामः, बालक इस् गोयिङ्ग् आर् बालक गोस्, we don't have a present continuous tense. So we have, for the future present tense, we have only one lakara, that is lat lakara. So vartamane lat iti vidhi sutram. Anena sutrena lat pratyasya vidhi asti. Lat pratyaha dhatoho anantaram kena sutrena vidhiyate, anena sutrena vartamane lat. So vartamane iti saptami asti. Vartamane kidrish padam asti bhagni? Saptami antam padam asti. सप्तम्यन्तं, परन्तु अत्र सप्तम्यन्तं पदं निमित्तसप्तमी नास्ति, विषयसप्तमी अस्ति। सो वर्तमानकालस्य विषये धातोः अनन्तरम् अत्र धातोः प्रत्ययः परश्च इति एतेषाम् अधिकारसूत्राणां तत्र अनुवृत्तिः अस्ति। सो धातोः लट् प्रत्ययः परश्च वर्तमाने, वर्तमाने इत्युक्ते वर्तमानकालस्य विषये इति तत्र विषयसप्तमी अस्ति। सप्तमी न केवलं निमित्तसप्तमी भवति, विषयसप्तमी अस्ति, विषयसप्तमी अपि अस्ति। सो अत्र वर्तमाने इति सप्तम्यन्तं पदमस्ति सूत्रे, सः निमित्तसप्तमी नास्ति, विषयसप्तमी अस्ति। सो वर्तमानकालस्य विषये, यदा वर्तमानकालस्य विषयः आयाति तदा धातोः अनन्तरं लट् प्रत्ययस्य विधिः इति सूत्रं वदति। तृतीयसूत्रमपि पठतु भगिनि। अनद्यतने लङ् 3-2-1-1-1 इत्युक्ते यदा क्रिया भूतकाले प्रारम्भं भूत्वा भूतकाले एव समाप्तमपि भविष्यति इति. अत्र किं विशेषः? अत्र भूतकालः, अत्र भूत आम् सत्यमस्ति, अत्र भूते इत्यस्य लघुरूपेण अनुवृत्तिः अस्ति, इत्युक्ते अधिकारः अस्ति. सो अष्टाध्याय्याम् अत्र पश्यतु 3-2-1-1-1 वर्तमाने लट् इति अस्ति 3-2-1-23 इत्युक्ते परसूत्रमस्ति. सो तत्र लकारविषये प्रथमे तत्र अष्टाध्याय्यां भूते इत्यस्य भूत्कालस्य लकाराणां विषये तत्र प्रथमे अस्ति. सो अत्र भूते इति सूत्रमस्ति वा एकवारं पश्यामः. अन्नध्यतने अन्नध्यतने लङ् आम् अत्र पश्यतु 3-2-84 इति सूत्रे भूते. सो भूते इत्यस्य अधिकारः अत्र प्रत्ययः परश्च धातोः एते तु सामान्य एते अधिकारसूत्राणि तृतीयाध्याये एतेषां सूत्राणां तु अधिकारः वर्तते एव धातोः प्रत्ययः परश्च. परन्तु अत्र एकम् अन्यत् अधिकारसूत्रम् अस्ति भूते. सो भूते इत्यनेन भूते सप्तमी एकवचनं पदमस्ति, एतत् अधिकारसूत्रम् अस्ति, लघु अधिकारसूत्रम् अस्ति. सो भूते इत्यस्य अधिकारः इत्यनेन तत्र भूत्कालस्य विवक्षायाम् इत्युक्ते क्रिया समाप्ता, इदानीं क्रिया समाप्ता, यदा अहं तस्य विषये वदामः तस्मिन् समये क्रिया has been, the kriya has finished, completed. So iti tatra bhute iti asya adhikara asti. So atra so bhute iti adhikara iti anenu jani maha lang lakar bhut kal lakar bhut kal asya bodhanartham lang lakar asti. Parantu tadeva enough na asti. Atra likitam an adhyatane kasika hartha an adhyatane adhyatane chukte न जानामि भगिनि अद्यतने मीन्स् इदानीं नौ अद्य इत्युक्ते टुडे अद्य इत्युक्ते टुडे परन्तु अत्र लिखितम् अन् अद्यतने न अद्यतने. सो नै तत्पुरुषसमासः अस्ति न अद्यतने इत्युक्ते अन् अद्यतने न इत्यस्य स्थाने अन् इति आदेशः. सो अन् अद्यतने इत्युक्ते तादृशक्रिया या सा क्रिया अद्य न समापितम् इत्युक्ते किञ्चित् यस्टर्डे आर् डे बिफोर् यस्टर्डे मे बि वन् इयर् बिफोर् वन् मन्त् बिफोर् अत्र किमपि न लिखितम्. अत्र लिखितं केवलम् अन् अद्यतने लङ्. सो यदि वयं सपोज् there is a point of time and we say that at 11 o'clock today I finished my project. So tasmin samaye aham lang lakar se prayogah na kartum shakyate kim artham che tatra sakshat uktam today. So today at 11 o'clock I finished my project tasmin vishaye lang lakarasya prayogah na karaniyam kimartham che sutre uktam an adyatane lang adyatane yah kriya samapta tasy vishaye lang lakarasya prayogah na bhavati. So tatra bhutkal vishaye tatra trini lakarah santi ekam asti lit lakarah anyat asti lang lakarah. सामान्यभूतकालविषये तत्र लुङ् लकारः अस्ति. सो भूतकालस्य बोधनार्थं तत्र अष्टाध्यायीग्रन्थे लकारत्रयं लिट् लङ् अपि च लुङ्. सो यदि सपोज् पायिण्ट् आफ् टैम् इस् नाट् दत्तम् अद्य क्रिया अभवत् वा यस्टर्डे अभवत् वा किमपि नास्ति, तत्र तु लङ् लकारस्य प्रयोगः कर्तुं शक्यते. परन्तु यदि साक्षात् today's time is given that there we cannot, as per the grammar rules, we cannot use lang lakara. But since lang lakara is easy to use, भाषायाम् इत्युक्ते सम्भाषणे वयं प्रायशः एतस्य लकारस्य एव प्रयोगः कुर्मः. बट् सिन्स् वी आर् रीडिङ्ग् पाणिनि ग्रामर् वी शुड् नो देट् लङ् लकारस्य प्रयोगः अन् अध्यतने भूत्कालविषये एव भवति, न तु अध्यतन भूत्कालविषये इति तत्र सूत्रस्य अर्थः. सो अन् अध्यतने भूत्काल भूते तत्र लङ् इति प्रयोगः भवति. सपोज् अत्र पश्यतु, सः ह्यः विद्यालयं न आगच्छत्. सो ह्यः इत्युक्ते यस्टर्डे अस्ति. सो वयम् अगच्छत् इति प्रयोगः कर्तुं शक्यते. किमर्थं चेत् अन् अध्यतन अस्ति, नाट् टुडे. सिमिलर्ली गत सप्ताहे. सो वेदर् इट् इस् नाट् टुडे मीन्स् यस्टर्डे, मे बि वन् वीक् बिफोर्, वन् इयर् बिफोर्, वन् मन्त् बिफोर्, सम् टेन् इयर्स् बिफोर्. बिकास् अत्र केवलं लिखितम् अन् अध्यतने लङ्. सो गतसप्ताहे व्याकरणम् अपठं, ते गतवर्षे सनातकाः अभवन्. सो गतवर्षे, सो किमपि अन् अध्यतन यत् किमपि अस्ति तत्र वयं लङ् लकारस्य प्रयोगः कर्तुं शक्यते. अस्तु. इदानीं तत्र तृतीयसूत्रमस्ति. अस्तु भगिनि, धन्यवादः. अग्रे का पठति? मै थ्रोट् इस् नाट् गुड् टुडे. चेतना भगिनी पठति वा अग्रे? विधिनिमन्त्रणाम् अन्तरणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ्क्. विधि इस् वन्, निमन्त्रण इस् अनन्तर, आमन्त्रण इस् थर्ड्, अधीष्ट adishta is second, then next samprashna is second vishayah, anyat vishayah asti, then prarthaneshu, prarthane atra bahuni vishayah santi, atah bahuvachanam asti. prarthaneshu eteshu vishayeshu kasya prayogah, ling lakarasya prayogah. अत्र किमपि कालबोधः नास्ति. विधि निमन्त्रण आमन्त्रण अत्र पश्यतु, प्रत्ययः परश्च धातोः अपि च आदि उदात्तश्च, इत्युक्ते आदिं स्वरः तत्र उदात्तः भवति, तद्भिन्नविषयः अस्ति, अस्माकं तत्र किमपि न भवेत्. सो लिङ् लकारः कस्यचित् कालस्य बोधनार्थं नास्ति. सो वी नो देट्. सो एतत् कालाधारीकृत्य लकारः नास्ति. सो अत्र किमपि कालः भवत्. सो विषयः के अत्र विधि. सो विधि इत्युक्ते कस्यचित् नियम अस्ति, दट् रूल्, विधि. सो यत्र विधिः अस्ति, सपोज् ऐसे भवान् गुरुं प्रणमेत्, सो यू शुड् आर् यू लेट् यू बो बिफोर् डौन् द गुरु. सो देर् इस् सम् नियम. सो अत्र कोऽपि कालस्य विषयः नास्ति. सो विधि इत्युक्ते सम् नियम्, सम् डिसिप्लिन् देट् ऐ शुड् फालो. यू शुड् डू दिस्, you should walk on the right side, you should not walk on the right side of the road. So some niyamah, vidhi itukte atra likhitam asti va, vidhi itukte prerna agya samanya rupena भृत्यं सेवकं प्रति यादृशव्यवहारः क्रियते तादृशव्यवहारं दर्शयितुं लिङ्लकारस्य तदेव नास्ति इत्युक्ते सामान्यमहं सो अत्र लिखितं सेवकं प्रति इत्युक्ते तदेव नास्ति तदपि अस्ति परन्तु प्रेरणा अपि च आज्ञाविषये सो विधि इत्युक्ते अत्र लिखितं प्रेरणा आज्ञा सो विधि इत्युक्ते कश्चन नियमः यथा मया उक्तं भवान् गुरुं प्रणमेत् सो तत्र लिङ्लकारस्य प्रयोगः भवति यदा अहं कोऽपि किमपि शिष्यं प्रेरयति आर् इफ् ऐ गिव् सम् आज्ञा लेट् यु डू दिस् तत्र विधि अस्ति इदानीं तत्र यः निमन्त्रणम् अस्ति निमन्त्रम् इत्युक्ते निमन्त्रम् इस् डेफिनेट्लि टु बि कस्यचित् कार्यार्थं भवतः उपस्थितिः आवश्यकी कृपया आगच्छतु इति उक्त्वा आह्वानं क्रियते तत्र निमन्त्रणम् इत्युक्ते बेसिक्लि इन् कामन् सेन्स् वाट् वि से इस् निमन्त्रणम् इस् we have to surely accept this that is the difference between the nimantran and aamantran we use these matlab in place of other we say nimantran and aamantran but in sanskrit there is a slight difference if it is a nimantran you have to you don't have a choice whether to accept it or reject it you have to accept it but if it is an aamantran you have a choice whether to go or not to go So that is the main difference between nimantran and aamantran atra likhitam va atra likhitam aamantranasya svikarah api kartum shakyate asvikarah api kartum shakyate so we can reject the aamantranam but nimantran is basically we cannot reject we basically there is also some vidhi that we need to accept that only like I say bhavan ved paranaya artham agachhet so because since this is a ved parayanam I should not reject this is for good thing so basically these kind of things we give the nimantram but if it is a aamantran for a vivah samaro then I can go or I cannot go it's as per my wish सो भवान् विवाहार्थम् आगच्छेत् सो दियर् देट् इस् एन् आमन्त्रम् इवन् दो फार् बोत् द थिङ्ग्स् ऐ विल् यूस् लिङ्ग्लकारः बट् आमन्त्रं स्वीकार कर्तुं शक्यते अस्वीकार अपि कर्तुं शक्यते परन्तु निमन्त्रणविषये तादृशरीति नास्ति तादृशशैली नास्ति वी शुड् एक्सेप्ट् दिस् अत्र केचन उदाहरणानि अपि सन्ति इदानीं तत्र अदीष्ट अदीष्टविषये अपि विलिङ्ग्लकारस्य प्रयोगः भवति सो अदीष्टविषये इत्युक्ते सपोज् ऐ एम् आस्किङ्ग् सम्बडी प्लीज् आर् ऐ एम् रिक्वेस्टिङ्ग् बेसिक्लि लिङ्ग्लकार इस् फार् प्रार्थना एण्ड् आज्ञा इफ् इट् इस् द पर्सन् इस् लोवर् टु मी ऐ केन् गिव् एन् आज्ञा ऐ केन् आर्डर् हिम् टु डू दिस् or if it is senior to me or if the karya is such where I need to request so that time we use ling lakarah but adishtam ityukte I want somebody that please atra likhitam mama putram adhyapyet bhavan so bhavan mama putram adhyapyet ityukte atra adishta itanena tatra I will give you ityukte he does not have to teach him without any this return so danam adi dattva iti vyaparah so adishti itukte vyaparah tatra bhavati parantu satkar purvak asti itukte request adarena tatra bhavati vakyam so it is not that I cannot order somebody to teach my son or to do some good thing for me but it is adishta is always in place of some dhanam adidatva or kimapi anyat karyam kritva it's a type of vyaparah adishtam some prashna hai itukte I am asking my guru whether I should do this whether I should read the I should you अष्टाध्यायी ग्रन्थ और ऐ शुड रीड तत्र किमपि अन्यत् ग्रन्थः ऐ शुड् यूस् द महाभारतं पठनीयं वा व्याकरणशास्त्रं पठनीयं वा सो देट् इस् द सम्प्रश्नः वट् शुड् ऐ डू कर्तव्य अकर्तव्यविषयक प्रश्नः whether I should first read Vyakran or I should directly go to go and read Ramayana. So tadrish prashna asti, what should I do? Whether I should do this or I should do that, that is some prashna. I am doing some prashna there also. Tatra linglakarasya prayogah bhavati. Prarthana itikte vayam janimaha tatra yachana asti. Suppose some भिक्षुकः किमपि याचयते तत्र तत्र भवान् मे अन्नं ददात् इति तत्र प्रार्थना इत्युक्ते याचना अस्ति सो एतेषां विषयेषु तत्र लिङ्लकारस्य प्रयोगः भवति अनन्तरं तत्र अस्ति प्रथमे महर्षि वदति विधि निमन्त्रणामन्त्रण अदीष्ट सम्प्रश्नप्रार्थनेषु लिङ् साक्षात् अनन्तरं वदति लिट् च सो तत्र किमपि भेदः नास्ति लोट् च सोरि लोट् च सो लोट् लकारः अपि च विधिलिङ्ग्लकारः विधि अत्र विधि आदौ अस्ति अतः वयं किं वदामः किमर्थं चेत् तत्र लिङ्ग्लकारस्य भेदद्वयम् एकमस्ति विधिलिङ्ग्लकारः द्वितीयमस्ति आश्चर्यलिङ्ग्लकारः सो साक्षात् अनन्तरं वदति लोट् च इत्युक्ते अत्र च इति यः अस्ति यत् पूर्वे उक्तं तेषां विषये लोट् लकारस्य प्रयोगः अपि वयं कर्तुं शक्यते सो व्याकरणाधारेण तत्र विधिलिङ्ग्लकारः अपि च लोट् लकारः किमपि भेदः नास्ति सो समानविषयेषु वयं लोट् लकारस्य प्रयोगः कर्तुं शक्यते नो चेत् लङ्लकारस्य प्रयोगः कर्तुं शक्यते परन्तु इदानीन्तनकाले किमस्ति wherever we see you should do this we use ling this vidiling lakara so wherever we see let you do this kindly do this mostly we use lot lakara parantu vyakran adharena tatra kimapi bedah nasti ling lakara lot lakara eteshu visheshu ling lakarasi prayogah api sadu lot lakarasi prayogah api sadu iti tatra सूत्रादानेन एव एतत् सर्वं वयम् अवगन्तुं शक्यते परन्तु लोट् लकारः सिद्धप्रत्ययाः भिन्नाः विधिलिङ्ग्लकारे भिन्नाः लकार तत्र लकारभेदः अस्ति परन्तु अर्थं तु समानं सो एतेषां विषयेषु वयं लोट् लकारस्य प्रयोगः अपि कर्तुं शक्यते विधिलिङ्ग्लकारस्य प्रयोगः अपि कर्तुं शक्यते आशीर्वादार्थे तु तत्र आशीर्लिङ्ग्लकारस्य प्रयोगः भवति इति तत्र मेन् अस्ति सो एतेषां विषयेषु तत्र लिङ्ग्लकारः यदि तादृशी विवक्षा अस्माकम् अस्ति चेत् यत्र कालस्य कोऽपि प्रधानता नास्ति कालविषये किमपि नास्ति तत्र लिङ्ग्लकारस्य अत्र का वर्तमानकाले वा भूत्काले वा भविष्यत्काले वा इति किमपि नास्ति सो अत्र केवलम् एतेषां विषयेषु वयं तत्र लिङ्ग्लकारः नो चेत् लोट् लकारस्य प्रयोगः कर्तुं शक्यते इति तत्र वेदः अस्ति सो साक्षात् अनन्तरम् अत्रापि करपत्रे अपि लोट् च इति सूत्रं दत्तम् सो एतेषु अर्थेषु लोट् लकारस्य च प्रयोगः भवति लोट् लकारः धातोः अनन्तरं प्रत्ययः परश्च इत्यनेन तत्र विधीयते लोट् लकारः एतेषु विषयेषु एतत् अपि सप्तमी अस्ति सप्तमी बहुवचनात् पदमस्ति सो एतेषां विषये तत्र लिङ्ग्लकारस्य नो चेत् लोट् लकारस्य प्रयोगः भवति अवगतं वा भगिनि अग्रे अपि पठतु परोक्षे लिट् परोक्षे लिट् अत्र सूत्रसङ्ख्या पश्यतु 3215 सो 115 इत्युक्ते अन् अद्यतने लङ् इति सूत्रं 111 115 सो अत्र भूते इत्यस्य अधिकारः अपि अस्ति अस्मिन् सूत्रे अपि भूते इत्यस्य पदस्य अधिकारः अस्ति सो भूतकालस्य क्रियायाः विषये परोक्षे इति अस्ति सो परोक्षे इत्युक्ते अक्षणः परा इत्युक्ते ऐ हेव् नाट् सीन् बट् मे बी ऐ हेव् हर्ड् सो परोक्षे लिट् इत्यत्र अनद्यतने अस्ति वा नास्ति एकवारं पश्यामः परोक्षे अनद्यतने अपि अस्ति किमर्थं चेत् एतत् 115 सूत्रम् अस्ति सो पूर्वसूत्रात् 111 सूत्रात् अत्र अनद्यतने इत्यस्य पदस्य अनुवृत्तिः अपि अस्ति सो सूत्राणां क्रमः आवश्यकम् अस्ति अष्टाध्यायीग्रन्थे पूर्वसूत्रात् अस्माभिः तत्र अनुवृत्तिः स्वीकरणीयं भूते इत्यस्य अधिकारे एतत् लकारः एतत् प्रत्ययः अपि अस्ति लिट् प्रत्ययः न केवलं परोक्षे परन्तु अनध्यतने सो अत्र अनध्यतने अपि अस्ति भूतकाल अस्ति अपि च मया न दृष्टं मया न तत्र एतत् क्रियाविषये दृष्टम् अपि च अद्य न समापितम् अद्य न अभवत् मे बि ह्यः आर् परह्यः इति तत्र क्रिया अभवत् अपि च मया न दृष्टम् सो लिट् लकारस्य विषये प्रायशः लोके किम् अस्ति वट् एवर् हेस् हेपण्ड् इन् द एक्स्ट्रीम् पास्ट् लैक् इन् द रामायण समय इन् द द्वापरयुग आर् तृतीय दिस् दिस् राम समये सो तदेव केवलं तदेव नास्ति सपोज् समथिङ्ग् हेस् हेपण्ड् यस्टर्डे सः अन् अद्यतन अस्ति यस्टर्डे इत्युक्ते अद्यतन नास्ति and I have not witnessed that action there also I can use lit lakar but in the present tense in the present times what we say that this when Rama went to the forest since that is not seen by us kimartham chet atra anadhyatana asti so if something has happened yesterday and I have not witnessed that I can also use lit lakara for that action iti tatra asti parokshah itukte akshanah para so whatever my eyes have not seen for me all that is parokshah so tasmin paroksh vishay paroksh bhutkal kriya vishaye apicha sah anadyatan asti adyatan na abhavat suppose something has happened in the morning and I have not seen this seen that kriya that is also for me it is a paroksh kriya and bhutkal kriya that is already completed but since that is not an anadhyatan so I cannot use lit lakar but if something has happened yesterday and I have not seen that kriya I can use lit lakar iti sutra adharena tasya arthah bhavati parantu itukte arsh prayogah shisht prayogah itukte loke कथं तत्र प्रयोगः अस्ति लिट् लकारविषये सो यः एक्स्ट्रीम् पास्ट् विषये यत् या क्रिया अस्ति तस्य विषये प्रायशः लिट् लकारस्य प्रयोगः भवति परन्तु व्याकरणाधारेण तु वयं यस्टर्डे क्रियाविषये अपि यदि सः मया न दृष्टं तत्र लिट् लकारस्य प्रयोगः भवितुं शक्नोति इत्युक्ते वाक्यस्य वक्त्रा न दृष्टा भूते जाता क्रिया वाक्यस्य वक्त्रा अहं वाक्यं तस्मिन् विषये वाक्यं वदामि अहं वक्ता अस्मि अतः तत्र परन्तु मया सा क्रिया न दृष्टा अतः तत्र लीट् लकारस्य प्रयोगः भवति इति अत्र परोक्षे अनध्यतने परोक्षे लिट् लकारः सो अत्र अनध्यतने इत्यस्य अनुवृत्तिः अस्ति न अद्यतनः अन् अद्यतनः इति लिट् लकारः सो लिट् लकारः अपि भूतकालविषये तत् तस्य लकारस्य प्रयोगः भवति लुङ् लकारस्य सूत्रं किं 3210 लुङ् इति यः अस्ति सि अत्र किञ्चित् सूत्राणां क्रमः भिन्नविषये दत्तम् अनद्यतने लङ् 3211 3210 इस् लुङ् सो सामान्यभूतकालविषये इत्युक्ते अत्र अस्मिन् सूत्रे किमपि न उक्तम् अद्यतन् वा परोक्ष वा अपरोक्ष वा किमपि न लिखितम् अत्र लुङ् लकारे 3210 सो लुङ् लकारे वी से देट् सामान्यभूत् इस् लुङ् लकारः अत्र कोऽपि कण्डिशन् नास्ति केवलं भूते इत्यस्य अधिकारः अस्ति सो सः मया दृष्टं वा न दृष्टं वा अद्यतन् अस्ति वा अनद्यतन् अस्ति वा किमपि न उक्तम् अत्र अस्मिन् सूत्रे लुङ् लकारे स्क्रीन् दृश्यते वा भगिनि लुङ् लुङ् सो लुङ् लकारे केवलं भूते इत्यस्य अधिकारः धातोः प्रत्ययः परश्च सो सामान्यभूतकालविषये लुङ् लकारस्य प्रयोगः भवेत् परन्तु वट् डु वी डु वि यूस् लङ् लकारः बिकास् देट् इस् ईज़ी टु यूस् देट् इस् वै प्रकृतकाले वयं किं कुर्मः वी यूस् द दिस् लङ् लकारः बट् व्याकरणाधारेण सामान्यलुङ् लकारः तु सामान्यभूत् तु लुङ् लकारः अस्ति सो वी से लुङ् लकारः इस् सामान्यभूत् अत्र कोऽपि कण्डिशन् नास्ति दृष्टं वक्ता तत् क्रिया दृष्टं वा न दृष्टं वा अद्य भवति वा अनध्यतन अस्ति वा इति किमपि नास्ति सो भूतकालं द्योतयितुं धातोः परः लुङ् लकार लुङ् प्रत्ययः भवति इति सामान्यलुङ् सामान्यभूतविषये लुङ् लकारस्य प्रयोगः बट् वी डोण्ट् यूस् दिस् लकार आफ़न्लि सः चित्रम् अद्राक्षीत् इत्युक्ते हियर् ऐ केन् नाट् गेट् टु नो वेदर् द वक्ता हेज़् सीन् द क्रिया आर् दिस् क्रिया इस् अनद्यतन् वा दिस् अद्यतन् किमपि न अवगन्तुं शक्यते केवल क्रिया भूतकाले अभवत् तावत् एव तत्र अवगन्तुं शक्यते लुङ् लकारस्य विषये परन्तु साक्षात् अनन्तरम् अस्ति अन् अध्यतने लङ् सो प्रथमे लुङ् 110 111 इति सूत्रम् अस्ति अन् अध्यतने लङ् सो यः अद्यतन् भूत् नास्ति अन् अद्यतन् भूत् अस्ति तत्र लङ् लकारस्य प्रयोगः करणीयं दट् इस् वै सिन्स् लङ् लकार इस् फार् आल् द प्रीवियस् तत्रापि अन् अद्यतने लङ् सि इन् अ वे वी आर् नाट् डूयिङ्ग् एनिथिङ्ग् राङ्ग् बै यूसिङ्ग् द लङ् लकारः but only thing is that if there is a point of time has been given and that point of time refers to today's booth then that time we should not use lang lakarah in all other cases we can use lang lakarah sadhu prayogah eva asti kimartham chet atra kim api na uktam parokshava aparokshava iti asti va atra kevalam saha anadyatam booth na ma bhavet अनद्यतन् भवेत् तत्र लङ्लकारस्य प्रयोगः साधुप्रयोगः तावदेव तत्र स्मर्तव्यम् यदि किञ्चित् पायिण्ट् आफ् टैम् दत्तम् अस्ति विच् रेफर्स् टु टुडेस् टैम् देट् टैम् ऐ शुड् नाट् यूस् लङ्लकारः तावदेव अस्ति सो तत्र प्रायशः लुङ्लकारस्य प्रयोगः कर्तुं शक्यते अपि च यदि परोक्ष अस्ति तत्र लिट् लकारस्य प्रयोगः अपरोक्ष अस्ति चेत् लुङ् लकारस्य प्रयोगः इति तत्र भूतकालविषये ये लिट् लङ् अपि च लुङ् एते त्रीणि एते त्रयः प्रत्ययाः भूतकाल द्योतयितुं तत्र एतेषां लकाराणां प्रयोगः अवगतं वा भगिनि प्रश्नः अस्ति चेत् पृच्छन्तु अग्रिका पठति इदानीं तत्र लुट् लकारस्य तत्रापि अन्नद्यतने लुट् परन्तु अत्र भूतः इति पदस्य अनुवृत्तिः नास्ति. तस्य सूत्रसङ्ख्या 3315 अत्र भविष्यत्कालस्य 3315 चन्द्रमाति भगिनि पठति वा अत्र? ध्वनि श्रूयते वा? पठामि भगिनि. पठतु. अनद्यतने सप्तमी एकवचनं लुट् ध्वनि. अनद्यतने सप्तमी एकवचनं प्रथमा एकवचनं लुट् तृतीय अध्याये प्रथमपादे त्रिनवतितमसूत्रं शेषे तृतीयाध्याये तृतीयपादे त्रयोदशसूत्रम् अत्र भविष्यति इति सूत्रस्य इत्युक्ते अधिकारः अस्ति. सो भविष्यति 333 इति सूत्रतः अत्र भविष्यति इत्युक्ते भविष्यत् कालद्योतयितुं तत्र लुट् लकारस्य प्रयोगः भवति. परन्तु कस्य विषये? अन् अद्यतन भविष्यत्कालस्य विषये. सपोज इन् द मार्निङ्ग् ऐ से टुडे ऐ विल् डू दिस् कार्य एट् 5 o'clock आर् 5 p.m. देट् टैम् लुट् लकारस्य प्रयोगः न करणीयम्. अन् अद्यतने लुट् अन् अद्यतने भविष्यत्काले लुट् लकारस्य प्रयोगः भवति. इत्युक्ते परश्वः वा द नेक्स्ट् वन् वीक् इन् द नेक्स्ट् वन् इयर् ऐ विल् डू दिस् देर् लुट् लकारस्य प्रयोगः भवति, न तु अद्यतन भविष्यति. सो अत्र अद्यतने लुट् अद्यतने लुट् नास्ति, अन् अद्यतने लुट् अन् अद्यतने अधिकारः प्रत्ययः प्रश्न परश्च अद्युदात्तश्च धातोः भविष्यति. अनुवृत्तिसर्गसूत्रम् अनद्यतने भविष्यति धातोः परः लुट् प्रत्ययः. धातोः परः लुट् प्रत्ययः कदा योजयति? अनद्यतने अनद्यतनभविष्यत्काल सूचयितु धातोः परः लुट् प्रत्ययः योजयति. अत्र उदाहरणानि अपि सन्ति, तदपि पठतु. यथा सः श्वः विद्यालयं गन्दा लुट् लकारः लुट् लकारः. अहम् अग्रिमसप्ताहे व्याकरणं पठितास्मि. ते अग्रिमवर्षे नाटकाः भवितारः. स्नातकाः इत्युक्ते किम् अस्ति? स्नातकाः भवितारः डिग्री स्नातकोत्तर इत्युक्ते वाट् इस् ग्रेजुयेट् स्नातक एव स्नातकोत्तर इत्युक्ते पोस्ट् ग्राजुयेट् अस्तु. स्नातकाः तु ग्रेजुयेट् ओन्लि. अस्तु भगिनि. सो सो वेदर् द दिस् विल् हेपन् आफ्टर् वन् इयर् आफ्टर् टुडे बट् इट् शुड् बि अनद्यतन. सो शुभः वा अग्रिमसप्ताहे वा अग्रिममासे वा अग्रिमवर्षे वा तत्र लुट् लकारस्य प्रयोगः भवितुं शक्नोति. अत्र किमपि परोक्ष वा इत्युक्ते अत्र परोक्षविषयः नास्ति. सो अनद्यतने लुट् इत्युक्ते अत्र अद्यतन् मा भवेत्. अद्यतन् इत्युक्ते तत्र मा भवेत्, तत्र लुट् लकारस्य प्रयोगः भवति. लृट् शेषे च. अनन्तरं सूत्रमस्ति 15, हा पूर्वसूत्रमेव अस्ति. अन् अद्यतने लुट् इति परसूत्रं. लृट् शेषे च, लृट् शेषे च तस्य पूर्वे किम् अस्ति? सो 13 सूत्रम् इस् लृट् शेषे च, इत्युक्ते पूर्वे किम् अस्ति? अं कर्मणि च पूर्वे अनद्यतने लुप् आसीत्. अनद्यतने लुप् इत्युक्ते यदा तत्र लृट् लकारस्य विषये सूत्रम् अस्ति लृट् शेषे च. लृट् लकारः अपि भविष्यत्काले अत्र किमपि अनद्यतन वा अद्यतन वा किमपि नास्ति. अतः वयं प्रायशः भविष्यत्कालविषये लृट् लकारस्य प्रयोगः कुर्मः. देट् इस् वाट् वी डू न, वी यूस् लृट् लकारः आफ़न्ली बिकास् इट् इस् वेरि ईज़ी टु यू. तत्र केवलं स्य इति प्रत्ययः अस्ति, स्य अर्धधातुक् अस्ति, अतः केवलं तत्र इडागमस्य विचारः करणीयम्. इडागमः कुत्र आयाति कुत्र न आयाति तदेव विषयः अत्र अस्ति. अन्ततो गत्वा तत्र तीतः अन्ति एव केवलं स्य इति योजयामः चेत् तत्र लृट् लकारस्य रूपाणि किञ्चित् तत्र सुलभानि सन्ति. अतः वयं प्रायशः किमर्थं चेत् अत्र द्वयोः अवस्थयोः प्रयुज्यते, इत्युक्ते अनद्यतनं वा अद्यतनं वा इति वा अत्र किमपि न. अनेन सूत्रेण लकारस्य विधानं क्रियते. अयं लकारप्रत्ययः भविष्यति इति कालं निर्देष्टुं द्वयोः अवस्थयोः प्रयुज्यते. तत् अस्ति अग्रे लिखितं न, किमर्थं चेत् अत्र पूर्वसूत्रम् अस्ति. अत्र पश्यतु अन् कर्मणि च. सो इति अपि च तत्र पूर्वभाववचनाश्च. सो इति अत्र च इति सुशेषे इत्युक्ते अत्र क्रियायां क्रियार्थायां च, तथा च इत्युक्ते अत्र यः द्वयोः अवस्थयोः लिखितं तद् अनद्यतन अद्यतन इति विषये नास्ति भगिनि. अनद्यतन इति विषयः एव नास्ति. भविष्यत्काल क्रिया अद्यतन भवेत् वा अनद्यतन भवेत् किमपि न अत्र उक्तं. कण्डिशन् नास्ति अत्र, अत्र भिन्न कण्डिशन् अस्ति. इत्युक्ते क्रियायां क्रिया अर्थायाम् इत्युक्ते सपोज् ऐ वाण्ट् टु डू सम् एक्षन्, फार् देट् ऐ एम् डूयिङ्ग् वन् एक्षन्. यथा अत्र रामः पाठन क्रियार्थं शालां गच्छति. सो अत्र गमनक्रिया यः भवति सः क्रियार्थ इत्युक्ते तत्र ऐ केन् यूस् फार् दिस् पठनक्रिया. सो शालां किमर्थं गच्छति रामः? बिकास् ही वाण्ट्स् टु, ही विल् रीड् ओवर् दियर्, ही विल् डू द पाठनक्रिया. तस्य अर्थे इत्युक्ते क्रियायां क्रिया अर्थायाम् इति तत्र अस्ति. सो यदा अत्र पश्यतु, यत्र लिखितम् एकवारं पठतु, यत्र एकां क्रिया कर्तुं, यत्र एकां क्रियां कर्तुं द्वितीया क्रिया क्रियते तत्र या क्रिया मुख्या अस्ति तस्याः निर्देशं कर्तुं लुट् लकारः प्रयुज्यते. यथा यदि रामः पठनक्रियार्थं शालां गच्छति तर्हि अत्र पठनक्रिया मुख्या अस्ति, तथा गमनक्रिया क्रियार्थक्रिया अस्ति. पठनक्रियार्थं गमनक्रिया कृता, अतः इदं नाम एतत् अस्ति क्रियायां क्रियार्थायां. तत्र कुत्र तुमन् अन्धम् आगच्छति तस्मिन् अवसरे पठितुं शालां गच्छति. आम्, सो तुमन् इति विषये न, तुमन् इस् यूस्ड् टु फार् द एक्षन् विच् इस् टु बि डन् इन् द इमिडियेट् फ्यूचर्. सो ऐ केन् यूस् रामः पठितुं शालां गच्छति. सो तुमन् कृत् प्रत्ययः केन् आल्सो रिप्लेस् दिस् लिरट् लकारः बट् हियर् सो रामः पठिष्यति इति सः शालां गच्छति सो इति तत्र लिरट् लकारस्य प्रयोगः सो ही विल् रीड् इन् द शाला देट् इस् वै ही इस् डूङ्ग् द करण्ट् गमनक्रिया इस् happening why he is doing this common kriya because he will read in the shala so he will do the pathan kriya in the shala he will do tukte adya va parashivah va iti tatra kimapi nasti so it can be adyatan also anadyatan also that is correct but here it is bhinna vishaye so I can replace this lrut lakarah with tumun pratyah also सो क्रियायां क्रियामन् न्युल्लौ क्रियायां क्रियार्था रामः पठितुं शालां गच्छति रामः पाठकः शालां गच्छति अनयोः प्रकारयोः अपि प्रायशः नुवुल् प्रत्ययः तु कर्तारम् एव बोधयति परन्तु पठितुम् इति यः तु साक्षात् क्रियां बोधयति भाव् इति बोधयति पाठक वू इत्यनेन अक आदेशः भवति तत्र रामः इति पदस्य कृते पाठकः इति विशेषणं भवति पाठकः रामः बिकास् ही विल् रीड् सो ही देयर् इट् एक्ट्स् एस् एन् विशेषण फार् राम पाठकः रामः इट् बव्स् लैक् देट् पाठकः रामः शालां गच्छति सो देट् वे आल्सो सो नुवुल् प्रत्ययः साक्षात् कर्तारं बोधयति सो देर् आर् सम् प्रत्ययस् विच् गिव् द बोध आफ् कर्ता लैक् नुवुल् परन्तु यः तुमुन् प्रत्ययः अस्ति सः द एक्षन् देट्स् गोयिङ्ग् टु हेपन् इन् द इमिजियेट् फ्यूचर् फार् देट् सम् वन् मोर् एक्षन् इस् डन् बै द कर्ता तथैव अस्ति लृट् लकारः सो लृट् लकारे अत्र किमपि न उक्तम् अद्यतन वा अनद्यतन वा सो भविष्यत्कालस्य द्योतयितुं लृट् लकारस्य प्रयोगः भवितुं शक्नोति तत्र मुख्यभेदः इत्युक्ते अत्र शेषे इति पदमस्ति अतः तद्भिन्नायां क्रियायां इत्युक्ते शेषे सो न केवलं क्रियायां क्रिया अर्थायां तद्भिन्नायां क्रियायाम् अपि लृट् लकारस्य प्रयोगः भवितुं शक्नोति अत्र द्वितीयबिन्दुः अस्ति शेषे इत्युक्ते या क्रिया इदानीं न आरब्धा या च क्रियायां क्रिया अर्थायाम् इत्यनेन अपि न निर्दिश्यते तां दर्शयितुम् इत्युक्ते द फस्ट् कण्डिशन् इस् आल्सो नाट् दियर् एण्ड् since it has not started yet it will start in the future that is why it is likhtam ya kriya idanim na arabdha that is the bhavishyat kal na kriya idanim na arabdha maybe somewhere in the future kriya will start ya cha kriyayam kriya arthayam ityanen api na nirdishyate tam darshayitum lrut lakarasya prayogah bhavati yatha ramah sayam vanam gamishyati युवां कदा कार्यं करिष्यथः सो रामः सायं वा रामः परशिवः वा वनं गमिष्यति तदपि वयं वक्तुं शक्यते किमर्थं चेत् अत्र किमपि न लिखितम् अद्यतन भविष्यत् वा अनद्यतन भविष्यत् वा किमपि न लिखितं सो अत्र तु एकमेव क्रिया भवति अत्र कोऽपि पूर्व प्रधानक्रिया अपि नास्ति अत्र एकमेव क्रिया अस्ति देट् विल् हेपन् इन् द फ्यूचर् बिकास् देट् क्रिया हेस् नाट् स्टिल् स्टार्टेड् देट् इस् वै ऐ विल् यूस् द भविष्यत्काल् सो भविष्यत्काल् इत्युक्ते या क्रिया इदानीं न आरब्धा तदेव अस्ति भविष्यत्कालः तस्य विषये यदि वदामः चेत् तदस्ति भविष्यत्काल् सो लृट् शेषे च अत्र भागद्वयम् अस्ति क्रियायां क्रियार्थायामपि तत्र लृट् लकारस्य प्रयोगः भवति परन्तु सामान्यप्रयोगः तु एतदेव अस्ति रामः सायं वा रामः अग्रिममासे वनं गमिष्यति इति तत्र भवितुं शक्नोति. युवां कदा कार्यं करिष्यथः, सो वेन् विल् यू डू द कार्य, बिकास् कार्य हेज् नाट् स्टार्टेड् येट्, सो इट् इस् नैदर् भूत् नाट् वर्तमान्, सो इट् इस् भविष्यत् काल्. सो देट् इस् वै ऐ एम् यूसिङ्ग् लृट् लकारः. क्रियार्थक्रिया यानं गमनं योजनं सर्वं क्रियार्थक्रिया. किं भगिनि? जनं दर्श क्रियार्थक्रिया इति अपि अत्र दत्तमस्ति. यानं मुख्यक्रिया, प्रधानक्रिया अस्ति, तत्र गौण क्रिया अस्ति, एकम् अन्यत् क्रिया भवति. सो प्रेसेण्ट्ली वन् क्रिया इस् हेपनिङ्ग् in the present tense, one kriya is happening, but there is a purpose for doing that kriya. Why I am doing this kriya? Because I have some other prayojanam. I want to do something in future, one more action in future. That is kriyayam, kriyarthayam. So there I can, that is why we say that this tumun pratyaya is future pratyaya, future tense pratyaya, because future, because we do something in the, for doing something in the near future, the same karta should be same. Like for tva pratyaya, karta should be saman karta kayoho iti yaha asti tat atra api tumun pratyasi vishaya api saha shalam gantum tatra विद्यालयं गच्छति इत्युक्ते सः पठितुं शालां गच्छति इति यः गच्छति इति यः अस्ति सः प्रेसेण्ट् क्रिया अस्ति, लट् लकारस्य रूपम् अस्ति. किमर्थं सः गच्छति? पठितुं गच्छति. सो वी केन् रिप्लेस् दिस्, यथा वयं तत्र लटः शत्रुशानचौ इति लट् लकारस्य स्थाने शत्रुशानच् प्रयोगः कर्तुं शक्यते, तथैव लृट् लकारस्य विषये वयं तुमुन् प्रत्यान्त रूपम् अपि तत्र प्रयोगः कर्तुं शक्यते. 8:40 इदानीं तु समयः अभवत्. पुनः एतस्य विषये लृट् शेषे इत्युक्ते आशीष लिङ्ग् एतस्य विषये अग्रिमकक्षायां पठामः. इदानीं तु समयः अभवत्. प्रश्नः अस्ति वा? कोऽपि प्रश्नः अस्ति चेत् पृच्छन्तु, नो चेत् अत्र स्थगामि. शान्तिमन्त्रं पठामि. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते. ॐ शान्तिः शान्तिः शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. धन्यवादः. नमस्कारः. धन्यवादः. नमस्कारः. धन्यवादः.